ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मिन्नये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति द्वित्वप्रकरणम् इत्युक्ते अष्टाध्यायीग्रन्थस्य तत्र सूत्राणां यः आयोजनम् अस्ति प्रकरणाधारेण अस्ति एकस्मिन् प्रकरणे तत्र एकमेव कार्यं भवति तेन वयम् अनुवृत्तिः सरलतया अवगन्तुं शक्यते अपि च सूत्राणां तत्र सम्पूर्ण तत्र अर्थः कः इति वयमपि तत्र प्रकरणाधारेण तत्र ज्ञातुं शक्यते. अस्माभिः इत्संज्ञाप्रकरणं पूर्वे दृष्टं कथं तत्र अनुवृत्तिः अस्माभिः स्वीकरणीयं तथैव द्वित्वप्रकरणे अपि तत्र प्रकरणस्य उदाहरणे वयं तत्र दृष्टवन्तः कथं तत्र अस्माभिः पूर्वसूत्रात् अनुवृत्तिः स्वीकृत्वा तत्र वयं तत्र यः सूत्रमस्ति तस्य अर्थं सम्यक्तया अवगन्तुं शक्यते. एतावता वयं दृष्टवन्तः तत्र द्वित्वप्रकरणे एकाचो द्वे प्रथमस्य अपि च अजादेर् द्वितीयस्य इति सूत्रद्वयम् अस्ति. तत्र स्तः प्रथमसूत्रेण तत्र यः एकाच् धातुः यस्मिन् धातुः एकमेव आच् वर्णः अस्ति तस्य धातोः सम्पूर्णतया तत्र द्वित्वं करणीयम्. अनन्तरं भिन्नसूत्र आधारेण तत्र पुनः तत्र किञ्चित् परिवर्तनं जायते. अपि च यदि धातुः अजादि नास्ति परन्तु हलादि अस्ति अनेकाच् अस्ति तस्मिन् धातुः अपि प्रथमसूत्रेणैव द्वित्वं करणीयं. धातुः हलादि अस्ति अनेकाच् अस्ति तत्र प्रथम एकाच् अवयवस्य द्वित्वं भवति. सो प्रथम एकाच् अवयवः इति वदामः चेत् प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं यत् भागं परन्तु द्वितीयस्वरविहाय यत् भागं तत् भवति प्रथम एकाच् अवयवः तस्य तस्य द्वे भवति तस्य द्वित्वम् अस्माभिः करणीयम्. अपि च सः आदौ स्थापनीयं यस्य प्रथम एकाच् अवयवः प्रथमे स्थापनीयं. प्रायशः यत्र यत्र द्वित्वं भवति तत्र भागद्वयं तत्र वर्तते. अनन्तरं वदति अजादेर् द्वितीयस्य. सो अजादि धातु अस्ति चेत् परन्तु तत्र द्वितीयस्य इत्यनेन वयं ज्ञातुं शक्यते अत्र द्वितीयस्य इत्युक्ते अत्र द्वितीय एकाचः अपि भवेत् द्वितीय एकाच् अवयवः अपि भवेत्. द्वितीय एकाच् अवयवः कदा भवति यदा धातु अनेकाच् अस्ति. किमर्थं चेत् यदि धातुः एकाच् अस्ति चेत् तत्र तु द्वितीय एकाच् अवयवः न भवितुं शक्नोति. यद्यपि तत्र धातुः अजादि अस्ति अतः न के अजादिधातु अपि च अनेकाच् धातुः. यदि अजादिधातुः अस्ति परन्तु तत्र एकमेव अच् वर्णः अस्ति तत्र तु एकाचो द्वे प्रथमस्य इत्यनेन एव द्वित्वं करणीयं. परन्तु अनन्तरं वदति अजादेर् द्वितीयस्य. अजादि अस्ति परन्तु अनेकाच् अस्ति तत्र एव द्वितीयसूत्रेण द्वित्वं करणीयम्. अतः अस्माभिः तत्र परिशीलनं कृत्वा एव तत्र केन सूत्रे दातौ तत् तत्र पश्यामः. सो यदि धातुः एकमेव आचवर्णः सः आदौ अस्ति तत्र प्रथमसूत्रेण एव द्वित्वं करणीयं. नो चेत् यदि धातुः अजादि अस्ति अपि च अनेकाच् अपि अस्ति तत्र द्वितीय एकाचस्य द्वे करणीयं. यदा द्वितीय एकाच् वदामः चेत् यः आदौ स्वर अस्ति तत् स्वर प्रथमस्वरविहाय द्वितीयस्वरपर्यन्तम् अपि च द्वितीयस्वर इन्क्लूडिङ्ग् द्वितीयस्वर सः भवति द्वितीय एका च अवयवः. तस्य द्वे कुर्मः चेत् प्रथमे तत्र मूलधातुः आयाति, अनन्तरं द्वितीय एका च अवयवः अस्माभिः स्थापनीयम्. अनन्तरं तृतीयसूत्रे वदति ननद्रासंयोगादयः. यदि द्वितीय एका च अवयवः यत्र द्वितीय एका च अवयवः अस्ति तस्मिन् द्वितीय एका च अवयवे संयोगः अस्ति चेत् संयोगस्य प्रथमवर्णः नकारः दकारः नो चेत् रेफः अस्ति चेत् तेषां द्वे निषिध्यते इति न इति पदेन. द्वितीय एका च अवयवस्य प्रथमवर्णः यदि तत्र संयोगः अस्ति, प्रथमे तत्र संयोगः अस्ति, संयोगस्य प्रथमवर्णः नकारः दकारः रेफः अस्ति चेत् तस्य तादृशप्रथमनकारस्य नो दकारस्य नो चेत् रेफस्य द्वे न करणीयम्. तत्र द्वित्वं करणीयम् मध्ये मध्ये भवत्याः ध्वनिः कर्तनं भवति तत्र नेट्वर्क् समस्या किमर्थं तत्र एकनिमिषः भगिनि. अनन्तरम् अस्मिन् प्रकरणे संज्ञासूत्रद्वयं श्रूयते वा? आमां श्रूयते इदानीं. श्रूयते भगिनि. अस्तु. सो यत्र यत्र द्वित्वं भवति, यत्र यत्र धातोः केनचित् कारणेन द्वित्वं भवति, तत्र कारणम् अवश्यं. सर्वेषां धातूनां सर्वदा द्वित्वं न भवति, कुत्रचित् एव विरलतया एव द्वित्वं भवति. सो द्वित्वस्य कृते निमित्तं किं तत् अग्रे पश्यामः, अद्य पश्यामः. परन्तु यत्र यत्र द्वित्वं भवति तत्र प्रायशः भागद्वयं तत्र वर्तते. सो अत्र चतुर्थसूत्रं वदति पूर्वो अभ्यासः. सो पूर्वभागः यत्र यत्र द्वित्वं भवति, यः प्रथमभागः यः पूर्वे भागः तस्य अभ्यास इति संज्ञा अस्ति. सो एतत् संज्ञासूत्रमस्ति पूर्व अभ्यासो द्वे. सो यत्र यत्र द्वयोः यः पूर्वभागः तस्य अभ्यासित संज्ञा. सो अभ्यासित नामकरणमस्ति, यथा अस्माभिः तत्र दृष्टं सार्वधातुक इति नामकरणम्, आर्धधातुक इति नामकरणं, कृत् इति नामकरणं, तथैव अभ्यासित नामकरणमस्ति. सो पूर्वभागस्य अभ्यासित नामकरणम् अनेन सूत्रेण भवति. इत्युक्ते यत्र यत्र द्वित्वं तत्र भागद्वयं, पूर्वभागस्य तत्र अभ्यासिति संज्ञा. उभे अभ्यस्तं पञ्चमसूत्रं वदति उभे अभ्यस्तं. सो द्वयोः मिलित्वा तत्र अभ्यस्ति इति संज्ञा अस्ति. सो पूर्वभागस्य विशिष्टसंज्ञा अभ्याससंज्ञा. यत्र यत्र द्वित्वं तत्र प्रायशः भागद्वयं वर्तते, द्वयोः मिलित्वा तत्र अभ्यस्ति इति संज्ञा इति संज्ञासूत्रद्वयम् अस्मिन् प्रकरणे. अनन्तरं वदति जक्षित् आदयः षट्. सो जक्षित् जक्ष धातुः आरभ्य तत्र षट् धातवः, अन्यषट् धातवः सन्ति अदादिगणे अन्तर्भूतः. एतत् सप्तधातवः सन्ति, तेषाम् अभ्यस्तसंज्ञा इति वदति एतत् सूत्रम्. इत्युक्ते यद्यपि तत्र द्वित्वं नास्ति, तथापि तेषाम् अभ्यस्तसंज्ञा अस्ति इति सूत्रं वदति. सो जक्ष जाग्र दरिद्रा चकास् शास् दीदिङ् वेविङ् एतेषां सप्तधातूनां तत्र अभ्यस्तसंज्ञा अस्ति द्वित्वाभावे अपि. इत्युक्ते अन्येषां धातूनां यत्र द्वित्वं भवति तत्र एव अभ्यस्तु नो चेत् अभ्याससंज्ञा भवितुं शक्नोति. परन्तु एतेषां सप्तधातूनां विशिष्टरूपेण, विशिष्टसूत्रेण, विशिष्ट सूत्रद्वारा महर्षिणा अभ्यस्ति इति संज्ञा अध्यारोपितम्. यद्यपि द्वित्वाभावे अपि तेषाम् अभ्यस्तसंज्ञा तत्र अस्ति. सो यानि कार्याणि अभ्यस्तनिमित्तीकृत्य भवति ते सर्वे ते तानि सर्वाणि कार्याणि एतेषां सप्तधातूनां विषये अपि तत्र प्रायशः भवेत् इति तस्य आशयः महर्षि इति इच्छति. अतः एतेषां सप्तधातूनां महर्षिणा तत्र अभ्यस्तिति संज्ञा दत्तम्. अनन्तरं सप्तमसूत्रमस्ति तुजादीनां दीर्घ अभ्यासस्य. तुज् इति तुज् इव तत्र केचन धातवः सन्ति, तेषां यदा तत्र द्वित्वं भवति तत्र यः तुज् इति यः ह्रस्व उकारः अस्ति अनेन सूत्रेण तस्य अभ्यासभागस्य तत्र दीर्घ आदेशः भवति. सो एतस्य सूत्रस्य तत्र प्रयोगः छन्दसि एव भवति. इत्युक्ते छन्दसि वदामः चेत् वेदविषये भवति. वेदे यानि पदानि सन्ति तेषां विषये विशिष्टरूपेण पाणिनिमहर्षिणा तत्र सूत्राणि दत्तानि. सो एतस्य सूत्रस्य प्रयोगः वेदे एव भवति, छन्दसि भवति. सो तत्र यदा तत्र लिट् लकारस्य स्थाने कानच् इति प्रत्ययः तत्र कानच् आदेशः भवति, लिटस्थाने कानच् आदेशः भवति, छन्दसि भवति. तत्र यदा तत्र लिट् इति यः धातुः अस्ति लिट् कारणेन धातुः द्वित्वं भवति. अग्रे पश्यामः कथं लिट् यदा तत्र लिट् धातोः यस्य च अस्य धातोः अनन्तरं लिट् योजामः तत्र धातो द्वित्वं भवति इति निमित्तम् अस्ति लिट् लकारः. सो लिटः स्थाने यदा तत्र कानच् आदेशः भवति तत्र अपि प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् अपि च कानच् प्रत्ययनिमित्तीकृत्य अपि तत्र तुज् धातुः द्वित्वं भवति. यदा तत्र तुज् तुज् भवति अनन्तरं तत्र अभ्यासभागे यः दीर्घः इत्युक्ते दीर्घ इत्युक्ते स्वराणाम् एव ह्रस्वदीर्घ प्लुत् इति संज्ञा अस्ति. सो तत्र अभ्यासभागे यः स्वरः वर्तते तस्य दीर्घ आदेशः भवति, अतः तु तुजान इति भवति. सो अभ्यासभागे एव इत्युक्ते अत्र अभ्यासस्य दीर्घ आदेशः. सो अभ्यासे यः स्वरः तस्य दीर्घ आदेशः भवति. तुज् इव ये अन्यदातवः तत्र केचन सन्ति परन्तु तस्य तेषाम् उल्लेखः तत्र कुत्रापि वार्तिके अपि नास्ति, अतः एकमेव धातु इदानीम् अत्र दत्तम्. सो तत्र एतत् सूत्रस्य उपयोगः केवलं छन्दसि भवति. तादृशपदं ऋग्वेदे अस्ति, अतः महर्षिणा किं कृतं, सर्वाणि ये वेदे पदाः सन्ति लोके ये पदाः सन्ति तेषां कृते महर्षिणा तत्र सूत्रं दत्तम्. सो एतस्य सूत्रस्य अस्मिन् प्रकरणे द्वित्वप्रकरणे एतत् सूत्रं तस्य प्रयोगः केवलं छन्दसि एव अस्ति, न तु लोके. लोके तादृशपदं नास्ति, अतः अत्र लिखितं केवलं वेदे एव एतस्य प्रयोगः अस्तु. इदानीं तत्र पठामः केन कारणेन धातुः द्वित्वं भवति, कदा कदा धातुः अस्माभिः द्वित्वं करणीयम्. इदानीं तु तत्र दृष्टं कथं द्वित्वं करणीयं. द्वित्वम् अनन्तरं पूर्वभागस्य अभ्याससंज्ञा, द्वयोः तत्र अभ्यस्तसंज्ञा. यदा तत्र अजादेर्द्वितीयसि इत्यनेन द्वित्वं भवति चेत् तत्र संयोगस्य आदौ नकारः दकारः रेफ अस्ति चेत् तस्य द्वित्वं निषिध्यते इति तृतीयं सूत्रम्. एतत् सर्वं दृष्टम् इदानीं, परन्तु इदानीं पर्यन्तं वयं न जानीमः धातुः द्वित्वं कदा भवति, केन कारणेन धातुः द्वित्वं भवति. सो तस्य कृते इदानीं तत्र विधिसूत्राणि सन्ति केन कारणेन धातुः द्वित्वं. पृच्छतु महोदय. नो द्वित्वं भूत्वा मते ऊर्णु नु भवति, तत्र पूर्वाभ्यास ऊर्णु अस्ति तु किं पूर्वाभ्यास तत्र ऊर्णु पूर्वाभ्यास इत्युक्ते पूर्वाभ्यास मते ज्वके संज्ञा अस्ति तु पूर्वाभ्यास तु ऊर्णु धातु अस्ति ऊर्णु नु अभवत् द्वित्वं ऊर्णु द्वा पूर्वाभ्यास भवति ऊर्णु प्रथमपूर्वभागः तस्य अभ्यास इति संज्ञा आम् ऊर्णु इति भागस्य अभ्याससंज्ञा ऊर्णु यु नु इति सम्पूर्ण यः भागमस्ति तस्य अभ्यस्तिति संज्ञा पूर्वभागस्य अभ्याससंज्ञा द्वयोः मिलित्वा अभ्यस्तिति संज्ञा अस्तु अग्रे पठामः चेतना भगिनी अग्रे पठति वा लिटि धातोरन्नभ्यासस्य लिटि धातोरनभ्यासस्य लिटि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य वच् वच् वच् भवति तदनन्तरं उवाच सूत्रस्य कः अर्थः एकमेकं पदं तत्र दृष्ट्वा वदतु सूत्रस्य कः अर्थः लिटि इति कीदृशपदमस्ति वयं तत्र अष्टाध्यायीग्रन्थे यत् सूत्रमस्ति तस्य अर्थं वयं कथं ज्ञातुं शक्यते भगिनि केन आधारेण वयं अर्थस्य ऊहां कर्तुं शक्यते अर्थं किम् अस्ति विभक्ति द्रष्टव्यं लिटि सप्तम्यन्तं सप्तमी विभक्ति अस्ति चेत् परनिमित्तम् अस्ति धातोः पञ्चम्यन्तम् अनभ्यासस्य षष्ट्यन्तम् अस्ति षष्टिविभक्ति अस्ति चेत् स्थानी अस्ति पञ्चमी अस्ति इत्युक्ते अत्र धातोः इति यः अस्ति सः पञ्चमी अपि भवितुं शक्नोति षष्ठी अपि भवितुं शक्नोति आम् सो अत्र धातोः इति पञ्चमी नास्ति षष्ठी अस्ति किमर्थं चेत् अनाभ्यासः इति तस्य कृते तत्र विशेषणम् अस्ति सो अनाभ्यासस्य धातोः लिटि परे इत्युक्ते लिटि इत्युक्ते लिटि परे सप्तमी अस्ति चेत् परे भवति सो अनाभ्यासस्य धातोः लिटि परे किम् लिटि परे किम् एकाचो द्वे प्रथमस्य नो चेत् अजादेर्द्वितीयस्य एका प्रथमस्य एकाचो द्वे अनभ्यासस्य धातोः लिटि परे तादृशधातोः अनभ्यासस्य इत्युक्ते किं भगिनि अभ्यासः नास्ति पूर्वपदं पूर्ववर्णः नास्ति इत्युक्ते अभ्यस्ति इति संज्ञा अस्ति द्वयोः सो अनभ्यासस्य इत्युक्ते यत्र धातुः द्वित्वं पूर्वे केनचित् कारणेन द्वित्वं नास्ति तादृश अनभ्यासधातोः इत्युक्ते वच् धातुः सपोज् वच् धातुः सन् प्रत्ययनिमित्तीकृत्य अपि तत्र धातौ द्वित्वं भवति यङ् प्रत्ययनिमित्तीकृत्य अपि धातु द्वित्वं भवति सन् अपि च यङ् प्रत्ययद्वयं तत्र कुत्र अस्ति सन् अपि च यङ् सनादिप्रत्ययः यथा निच् सनादिप्रत्ययः तत्र द्वादश सनादिप्रत्ययाः सन्ति तेषु सन् एक अन्यतमः अस्ति यङ् अपि अन्यतमः अस्ति निच् अपि अन्यतमः अस्ति द्वादश प्रत्ययेषु सन् प्रत्ययेषु धातुयोग सन् प्रत्ययः कुर्मः चेत् तत्र किं भवति भगिनि यदा वयं धातुयोग सन् प्रत्ययः कुर्मः चेत् तत्र किं भवति धातुसंज्ञा भवति सो यः तत्र नूतनशब्दसमूहः निष्पद्यते तस्य पुनः धातुसंज्ञा अस्ति तस्य सनाद्यन्तः धातवः इति सूत्रेण पुनः धातुसंज्ञा अस्ति परन्तु सन् प्रत्ययस्य कारणेन अपि धातुद्वित्वं भवति इत्युक्ते सन् परे अस्ति चेत् धातु द्वित्वं भवति, यङ्ग् परे अस्ति चेत् धातु द्वित्वं भवति. इदानीं द्वित्वं भूत्वा द्वित्वं यदा तत्र भवति तस्य पुनः द्वित्वं भूत्वा यः तादृशधातु अस्ति सन् प्रत्ययस्य योजनेन यः धातु निष्पद्यते आतिदेशिकधातु निष्पद्यते तस्य पुनः सनाद्यन्तः धातवः इति सूत्रेण धातुसंज्ञा अस्ति. परन्तु तादृशधातुः अन् अभ्यासधातु नास्ति, सः अभ्यस्तधातु अस्ति. किमर्थं चेत् एकवारं तत्र गुण द्वित्वम् अभवत् सन् कारणेन. सो यदा तत्र तादृश आतिदेशिकधातुः यः सन् प्रत्ययस्य योजनेन निर्मितम् अस्ति, नो चेत् यङ् प्रत्ययस्य योजनेन निर्मितम् अस्ति, तादृशधातुः अन् अभ्यासधातु न, सः अभ्यस्तधातुः. सो अत्र किं वदति? अत्र वदति तादृशधातुः यः अन् अभ्यास अस्ति, यस्य पूर्वे केनचित् कारणेन द्वित्वं न अभवत्, तादृशधातोः एव लिटि परे किं भवति? द्वे भवति, द्वित्वं भवति इति सूत्रस्य अर्थः. यदि धातुः हलादि अपि च अनेकाच् अस्ति तदा तत्र प्रथमस्य एकाच् द्वे करणीयं, नो चेत् यदि तादृश अनभ्यासधातोः तत्र अनेकाच् अस्ति अपि च अजादि अस्ति तत्र किं करणीयं? द्वितीयस्य एकाचस्य द्वे करणीयम्. अतः अत्र अधिकारसूत्रद्वयस्य अनुवृत्तिः सम्पूर्णतया अस्ति, बिकास् वी डोण्ट् नो वट् टैप् आफ् धातु अत्र अस्ति. सो यदि धातुः तत्र हलादि अस्ति तदा तत्र प्रथमस्य एकाचे द्वे करणीयं. कदा? परन्तु लिटि परे एव करणीयं. सो लिटि इति अत्र निमित्तम् अस्ति. यदा वयं धातुः सर्वेषां धातोः अनन्तरं लिट् प्रत्ययः आगन्तुं शक्यते, सः तस्य धातोः धातुसंज्ञा भूवादयः धातु इत्यनेन भवति वा सनाद्यन्तः धातु इत्यनेन भवति वा तस्य अनन्तरं तु लिट् प्रत्ययः आगन्तुं शक्यते. लिट् प्रत्ययः यस्य यस्य व्याकरणे धातु इति संज्ञा तस्य अनन्तरं लिट् प्रत्ययः आगन्तुं शक्यते. अतः अनभ्यासस्य धातोः लिटि परे तत्र द्वे भवति, अस्माभिः तत्र तत्र द्रष्टव्यं प्रथमस्य एकाचो द्वे करणीयं वा द्वितीयस्य एकाचो द्वे करणीयम् इति तत्र अस्माभिः परिशीलनं कीदृशधातु अस्ति. धातु आधारेण तत्र प्रथमसूत्रेण नो चेत् द्वितीयसूत्रेण द्वे करणीयम्. इत्युक्ते अत्र प्रथमनिमित्तं दत्तं, लिटि परे धातोः द्वित्वं भवति. परन्तु यदि पूर्वे एव तत्र द्वित्वम् अभवत् पुनः तत्र द्विवारं द्वित्वं न करणीयं. सन् प्रत्ययस्य कारणेन द्वित्वम् अभवत्, यङ् प्रत्ययस्य कारणेन द्वित्वम् अभवत्, नो चेत् तत्र श्लोतो न भवितुं शक्नोति. किमर्थं चेत् लिट् इति प्रत्ययः आर्धधातुकप्रत्ययः. सो शप् प्रत्ययस्य श्लू कदा भवति? केवलं लट् लोट् लङ् विधिलिङ् लकारे एव शप् प्रत्ययस्य श्लू भवति. अस्तु, इति लिटि धातोर् अनभ्यासस्य इति सूत्रेण तत्र इति सूत्रस्य अर्थः. सो वच् यः धातु अस्ति, वच् धातु सम्प्रसारणी धातु अस्ति. सो अत्र भिन्नसूत्रेण तत्र वकारस्य सम्प्रसारणं भूत्वा उवाच इति भवति, तस्य कृते भिन्नसूत्रमस्ति. वच् धातुः सम्प्रसारणी धातु, वच् धातुः सम्प्रसारणं भवति सर्वदा न भवति, केनचित् कारणेन तत्र सम्प्रसारणं भवति. सो अत्र अन्ततो गत्वा उवाच भवति. प्रथमे तत्र वच् केन सूत्रेण द्वित्वं भवति अत्र भगिनि? वच् कीदृशधातु अस्ति? वच् वच् हलादि अस्ति अपि च एकाच् अस्ति, अतः एकाचो द्वे प्रथमस्य इति सूत्रेण वच् वच् भवति. वच् वच् भवति. अनन्तरं हलादिशेषः इत्यनेन केवलं वकारः एव, वकारः अकारः एव तत्र तिष्ठति. चकारस्य तत्र एकमेव हच् अभ्यासभागे हलादिशेषः इति सूत्रं वदति. अभ्यासे तस्य कार्यम् अभ्यासे एव अस्ति, इत्युक्ते पूर्वभागे एव तस्य कार्यं, यस्य अभ्याससंज्ञा तत्र एव कार्यम् अस्ति. हलादिशेषः, हलादिशेषः इति सूत्रं वदति यः प्रथमहल् वर्णः, आदिमहल् वर्णः तदेव अवशिष्यते. अन्येषाम् अभ्यासभागे अन्येषां हल् वर्णानां तत्र लुप्यते, लोपः भवति. सो अत्र केवलं वकारः एव अभ्यासभागे तत्र तिष्ठति. चकारस्य हलादिशेषः इति सूत्रेण लोपः भवति. केवलम् एतस्य हलादिशेषः इति सूत्रस्य कार्यम् अभ्यासे इति अस्ति, अभ्यासभागे एव अस्ति. अतः तत्र वच् भवति, अनन्तरं तत्र सम्प्रसारणकारणं कार्यमपि अस्ति. वकारस्य सम्प्रसारणम् उ इति भवति, सो तत्र उवाच इति भवति. अन्ततो गत्वा तत् अस्माकं विषयः नास्ति, तत् अग्रे पश्यामः कथं तत्र सम्प्रसारणं भवति, सम्प्रसारणे के कानि कानि सूत्राणि तत्र अपेक्षितानि. किमर्थं चेत् उ योग अ अस्ति चेत् केवलम् उ तिष्ठति. तत्र एकम् अन्यत् सूत्रम् आयाति सम्प्रसारणात् च इति सूत्रेण. सो तत्सर्वम् इदानीं मास्तु, परन्तु एतत् सूत्रस्य अर्थः इदानीं वदतु. किमस्ति सूत्रस्य अर्थः, वदति वदतु भगिनि. स्वशब्दैः लिटि परे अनभ्यासस्य धातुः अस्ति चेत् तस्य द्वित्वं भवति, एकाचो द्वे प्रथमस्य, नो चेत् अजादेः द्वितीयस्य इति सूत्रेण. सत्यं, सर्वैः अवगतं वा? सो यदा तत्र धातुयोगलिट् अस्ति तत्र सर्वदा धातुद्वित्वं भवति. अत्र पश्यतु, सर्वेषां धातूनां तत्र लिटि परे लिट् लकारस्य विवक्षं पपाठ. सो लिटि परे सर्वेषां, पाठ इति धातुः अनभ्यस्तधातुः, सो लिटि परे सर्वेषां धातूनां तत्र द्वित्वं भवति. पपाठ, पपठ् इति पेठिं. सो प्रायशः ये मूलधातवः सन्ति तेषां लिटि परे तत्र द्वित्वं श्रूयते इति तत्र लिटि धातोर् अनभ्यासस्य. सो लिट् इति एकं निमित्तं भवति. सो यदा वयं लिट् प्रत्ययः योजयामः, लिट् लकारः योजयामः, तत्र धातुः यदि अनभ्यासधातुः अस्ति चेत् तस्य अवश्यं द्वे भवति, द्वित्वं भवति इति सूत्रं वदति. सो प्रथमनिमित्तं, द्वित्वस्य प्रथमकारणमस्ति लिटि परे धातु द्वित्वम्. अस्तु, अग्रे पठामः. अनसूया भगिनी अग्रे पठति वा? सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? नमस्कारः. पठदातु एकवचनं द्वितीयं भवति, द्विवचनं बहुवचनं न भवति वा? भवति तत्र, मे बि केनचित् कारणेन तत्र पपाठ इति न श्रूयते. द्वित्वं भवति सर्वत्र, द्वित्वं भवति. सो द्वित्वं भूत्वा यद्यपि अत्र न श्रूयते परन्तु द्वित्वं भवति, सर्वदा द्वित्वं भवति. भिन्नसूत्रेण अत्र अत्र पश्यतु महोदय, लिटि धातोर् अनभ्यासस्य इत्यनेन द्विवचनस्य विवक्षायामपि पठ् पठ् भवति. हलादिशेषः इत्यनेन पपठ् इति अस्ति. अनन्तरं पेठ इति यः भवति तस्य कृते भिन्नसूत्रम् अपेक्षितम्. सो द्वित्वं तु भवति एव, सर्वत्र द्वित्वं भवति. अनन्तरं मे बि किञ्चित् भिन्नकारणेन तत्र न श्रूयते इति अत्र स्क्रीन् दृश्यते वा महोदय? आम् दृश्यते. अस्तु अस्तु, द्वित्वं तु भवति सर्वत्र, द्वित्वं भवति. यदा धातुयोग अस्माकं विवक्षा अस्ति लिट् लकारस्य, अनन्तरं तत्र द्विवचनस्य वा बहुवचनस्य वा मध्यमपुरुषस्य वा द्वित्वं तु भवति एव. लिटि धातोरनभ्यासस्य इत्यनेन द्वित्वं भवति, अनन्तरं मेबि केनचित् कारणेन तत्र द्वित्वं तत्र पुनः किमपि परिवर्तनम् अपेक्षितं, परन्तु द्वित्वं तु भवति. अनुसूय आम् अग्रे पठतु नवमसूत्रम्. अष्टमध्याये प्रथमपादे सूत्रस्य सञ्जन्तु धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य इति भवति. शनि पट् पट् धातुः पट् पट् भवति, तदनन्तरं पठिष्यति इति भवति. न सूत्रं किं वदति? सन् सन् प्रत्यये सन् धातोः अभ्यासस्य धातोः एकाशे द्वे प्रथमस्य अजादे द्वितीयस्य इति सूत्रेण पट् पट् भवति. तदनन्तरं अत्र अत्र भगिनी संयङ्गोः इति कीदृशविभक्तिः अत्र अस्ति? संयङ्गोः अत्र सप्तमी द्विवचनं, सप्तमी द्विवचनं, सप्तमी द्विवचनं पदम् अस्ति. किमर्थं सप्तमी द्विवचनं भगिनि? षष्टि न षष्टि षष्टिद्विवचनम् अत्र अस्ति न, सप्तमी द्विवचनात् पदमस्ति. षष्टिद्विवचनमपि समानं, सप्तमी द्विवचनमपि समानमस्ति महोदय. सो अत्र सप्तमी, सप्तमी अन्तं पदमस्ति, सप्तमी द्विवचनात् पदमस्ति. किमर्थं चेत् अत्र लिटि इति, लिटि इत्यनेन तु एकमेव प्रत्ययः लिट् प्रत्ययः, परन्तु अस्मिन् सूत्रे प्रत्ययद्वयस्य उल्लेखः. ते के भगिनि? अत्र सन् अपि च यङ्ग्, सन् अपि च यङ्ग्. सो सन् प्रत्ययः, सन् अपि प्रत्ययः, यङ्ग् अपि प्रत्ययः. कीदृशप्रत्ययः इत्युक्ते धातोः अनन्तरं तेषां विधानं. सन् प्रत्ययस्य विधानं धातोः, तृतीय अध्याये एव एतेषाम् उल्लेखः. सन् अपि, सन् कीदृशप्रत्ययः अस्ति? धातोः अनन्तरं ये प्रत्ययाः तेषां संज्ञा किम् अस्ति भगिनि? सन् इति कीदृशप्रत्ययः? तत्तु सत्यं, सन् इति आर्धधातुकप्रत्ययः. यथा लिट् इति आर्धधातुकप्रत्ययः, तथैव सन् अपि आर्धधातुकप्रत्ययः. तिंशित् भिन्नः, तिंशित् भिन्नः अस्ति चेत् आर्धधातुकं शेषः इत्यनेन सन् अपि आर्धधातुक. यङ्ग् अपि, यङ्ग् कीदृशप्रत्ययः? आर्धधातुकप्रत्ययः. परन्तु सन् अपि च यङ्ग् सनादिप्रत्ययः. सन् आदि ये प्रत्ययः, द्वादश प्रत्ययः, ते सनादिप्रत्ययः. सो यदा धातोः अनन्तरं कोऽपि सनादिप्रत्ययः कुर्मः चेत् तस्य पुनः धातुसंज्ञा भवति. सो यथा निच्, निच् अपि सनादिप्रत्ययः. सो यदा वयं धातुयोग निच् कुर्मः चेत् निच् कारणेन यत्किमपि कार्यं करणीयं, तत् भूत्वा तत्र यः शब्दसमूहः निष्पद्यते तस्य तस्य धातुसंज्ञा भवति. तथैव सन् प्रत्ययस्य योजनेन अपि धातुसंज्ञा पुनः धातु भवति. यङ् प्रत्ययस्य योजनेन पुनः धातुसंज्ञा भवति. अत्र अस्मिन् सूत्रे वदति संयङ्गोः सप्तमी अस्ति चेत् निमित्तं भवति. सप्तमी, सप्तमी अन्तं पदं सूत्रे अस्ति चेत् तत् निमित्तं भवति कार्यस्य कृते. इत्युक्ते एतत् सूत्रं विधिसूत्रम्, अत्र कार्यस्य निर्देशः अस्ति. लिटि धातोरनभ्यासस्य अपि विधिसूत्रम्, अत्रापि कार्यस्य निर्देशः. कीदृशविधिः अस्ति? अत्र द्वे, द्वित्वस्य विधिः अस्ति. द्वित्वं कदा करणीयम्? अनभ्यासस्य धातोः द्वित्वं कदा भवति? लिटि परे भवति इति सूत्रं वदति, तदेव अत्र वदति, अत्रापि वदति अनभ्यासस्य धातोः द्वे कदा, सनिपरे नो चेत् यञ्परे। यदा तत्र अनभ्यासधातुयोग सन् कुर्मः तत्रापि धातुद्वित्वं भवति, धातुयोग यङ् कुर्मः तत्रापि धातुद्वित्वं भवति। सो इदानीं निमित्तत्रयं धातुयोग लिट् अस्ति चेत् अस्माभिः तत्र द्वित्वं करणीयं, धातुयोग सन् कुर्मः अस्माभिः द्वित्वं करणीयं, धातुयोग यङ् कुर्मः तत्रापि द्वित्वं भवति। सो निमित्तत्रयम् इदानीम् अस्माभिः दृष्टं कदा कदा धातोः द्वित्वं भवति, अत्रापि अनभ्यासस्य अनभ्यासस्य सो अनभ्यासस्य धातोः एव सनिपरे, सनि इत्युक्ते अत्रापि सप्तमी अन्तम् अस्ति, सनि इत्युक्ते सनिविवक्षायां सनिपरे सप्तमी अन्तम् अस्ति चेत् परनिमित्तम्, अतः परि परे इति अस्माभिः तत् पदं योजनीयम्। सप्तमी अन्तं पदं सूत्रे अस्ति चेत् परे परे परे निमित्तं भवति, कार्यं पूर्वे अस्ति निमित्तं परे भवति। सो सनिपरे धातोः द्वित्वं, यङिपरे अपि धातोः द्वित्वम् इति एतत् सूत्रं वदति सन्यङ्गोः। सो यदि तत्र एकाच धातुः अस्ति तत्र प्रथमस्य एकाच द्वे करणीयम्, अजादि अनेकाच धातुः अस्ति चेत् तत्र द्वितीयस्य एकाचः द्वे करणीयम् इति अजादेर्द्वितीयस्य इति सूत्रेण। सो सनिपरे अपि धातुद्वित्वं, यङिपरे अपि धातुद्वित्वम्, अतः द्विवचनात् पदम् अस्ति, सप्तमी द्विवचनात् पदम् अस्ति। सप्तमी अस्ति इत्युक्ते निमित्तं भवति, कार्यस्य कृते निमित्तं भवति, किं सन् प्रत्ययः नो चेत् यङ् प्रत्ययः, प्रत्ययद्वयं निमित्तं भवति कस्य कृते? द्वे इत्यस्य कृते, द्वित्वस्य कृते निमित्तम् अस्ति सन् प्रत्ययः यङ् प्रत्ययः। सो सनि पठ्योग सन् कुर्मः चेत् प्रथमे तत्र पठ् पठ् भवति, पठ् पठ् भवति चेत् तत्र एकं विशिष्टसूत्रम् अस्ति, अभ्यासभागे यः ह्रस्व अकारः तस्य इकारः भवति, सूत्रमस्ति सनि अत् अतः, अतः इति षष्ठी अन्तमस्ति। सो अतः इत्युक्ते अभ्यासे अतः अकारस्य स्थाने सनि, सनि विषये एव, न तु यङ् विषये न तु लिट् विषये, सनि अभ्यासे अकारस्य स्थाने तत्र इ भवति, सन् सनि अत् इति सूत्रम् अस्ति। सो पि पठिष्यति इति भवति, सकारस्य श यः श्रूयते अत्र सः सन् प्रत्ययस्य सकारस्य तत्र शकारः तत्र परिवर्तनं भवति। सो इति सनन्तरूपम् अस्ति, पी पठिष्यति, पी पठिष्यति इति सनन्तरूपम् अस्ति, सनन्त लट् लकाररूपं पठ् धातोः। सो सनिपरे अपि द्वित्वं, यङिपरे अपि द्वित्वं, लिटिपरे अपि द्वित्वं, त्रयस्य कारणेन धातोः द्वित्वं भवति। अवगतं वा भगिनि सूत्रस्य अर्थः? अस्तु अग्रे पठामः। पूर्णिमा भगिनी अग्रे पठति वा भगिनि? दशं सूत्रं षष्ठमाध्याये प्रथमपाठे दशमसूत्र श्लौ धातो द्वे धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरेण अभ्यासस्य षष्ठमाध्याये प्रथमपादे अष्टमसूत्र इत्यस्मात् सूत्रात् एकाचो द्वितीय प्रथमस्य अजादेर्द्वितीयस्य इत्यनयोः अधिकारः अत्रापि, किन्तु ज्योत्यादिगणे अनेकाश धातोः एकः अपि नास्ति, ददाति स्लौ तु जुहोत्यादिगणे भवति, जुहोत्यादिगणस्य स्थाने शप्लोपः भूत्वा श्लौ आगच्छति, श्लू धातोः द्वे श्लौ न आगच्छति सूत्र श्लौ इति कीदृशपदमस्ति भगिनि श्लौ श्लौ सप्तमी अत्र का विभक्ति सप्तमी सो श्लौ आम् सो यत्र यत्र प्रत्ययस्य श्लू इत्यनेन लोपः भवति शप् प्रत्ययस्य तत्र श्लू भवति सो श्लू न आगच्छति तत्र किमपि श्लू इति प्रत्ययः नास्ति श्लू इति लोपसंज्ञा अस्ति नामकरणम् अस्ति श्लू प्रत्ययस्य लुक् श्लू लुप् लोपः लोपः इति तदपि लोपसंज्ञा एव सो श्लू इति लोपसंज्ञा अस्ति लुक् इति लोपसंज्ञा अस्ति लुप् इति लोपसंज्ञा अस्ति सो यत्र श्लू इत्युक्ते अत्र प्रातिपदिकं किं श्लू इति प्रातिपदिकम् उकारान्त् प्रातिपदिकम् उकारान्त् प्रातिपदिकस्य सप्तम्यन्तम् अस्ति श्लौ श्लू इति प्रातिपदिकम् सो श्लू इति किमस्ति व्याकरणे श्लू इत्युक्ते किं लोपसंज्ञा किमपि प्रत्ययः नास्ति श्लू इति लोपसंज्ञा सूत्रमस्ति प्रत्ययस्य लुक् श्लू लुप् लोपः नामकरणमस्ति लोपः इति प्रथमान्तमस्ति सो प्रत्ययस्य लोपः इति नामकरणं कदा भवति श्लू इति नामकरणं लुप् अपि लोपः लुक् अपि लोपः यत्र यत्र प्रत्ययस्य श्लू कारणेन लोपः भवति नो चेत् लुप् कारणेन लोपः भवति लुक् कारणेन लोपः भवति यथा अदादिगणे शप् श्लुक् भवति शप् लुक् भवति इत्युक्ते शप् सामान्यलोपः न भवति लुक् इति नामकरणेन तस्य लोपः भवति तथैव ज्योत्यादिगणे श्लु इति भवति शप् प्रत्ययस्य श्लु भवति श्लु इत्युक्ते लोपः भवति श्लु अपि लोपसंज्ञा अस्ति सो श्लु इति उकारान्त् पदमस्ति तस्य सप्तम्यन्तम् अस्ति श्लौ सो श्लौ परे इत्युक्ते यत्र प्रत्ययस्य श्लौ श्लू इति भवति तत्र तादृशप्रत्ययः परे अस्ति चेत् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् यद्यपि प्रत्ययस्य लोपः भवति शप् प्रत्ययस्य लोपः भवति परन्तु तस्य लक्षणं तत्र तिष्ठति सो श्लौ इति यः यत्र भवति प्रत्ययस्य श्लू कारणेन यत्र लोपः भवति तादृशप्रत्ययः परे अस्ति चेत् तत्रापि धातोः द्वे द्वित्वं करणीयम् अतः ज्योत्यादिगणे अनेन सूत्रेण अनेन विधिसूत्रेण एव धातुद्वित्वं भवति किमर्थं चेत् तत्र ज्योत्यादिभ्यः शप् श्लू इति सूत्रेण यदा तत्र प्रथमे कर्तरि शप् इत्यनेन शप् आयाति अनन्तरं ज्योत्यादिभ्यः शप् श्लू इति सूत्रेण तत्र शप् प्रत्ययस्य श्लू भवति श्लू लोपः भवति अनन्तरं श्लौ इति सूत्रेण धातोः तत्र ज्योत्यादिगणे ये धातवः तेषां श्लौ इति सूत्रेण द्वित्वं भवति सो एतत् द्वित्वविधायकसूत्रमस्ति श्लौ द्वित्वविधायकसूत्रम् अनेन सूत्रेण द्वित्वकार्यं भवति विधिः भवति कुत्र भवति यत्र प्रत्ययस्य श्लू इत्यनेन लोपः भवति सो श्लौ परे अत्रापि सप्तमी अस्ति श्लौ परे धातोः द्वे इति सूत्रम् सो श्लौ परे धातोः द्वे भवति अतः ज्योत्यादिगणे अनेन सूत्र अनेन कारणेन अनेन विधिसूत्रेण एव धातुः द्वित्वं भवति सो अत्र धातोः इत्यस्य अनुवृत्तिः पूर्वसूत्रात् लिटि धातोः अनभ्यासस्य सो तत्र तस्मिन् सूत्रे धातोः इति पदं दत्तम् सो तस्मात् सूत्रात् अत्र धातोः इति पदस्य अनुवृत्तिः अपि च एका च द्वे प्रथमस्य अजादेर्द्वितीयस्य इति अधिकारसूत्रद्वयं सो अत्र द्वयोः सूत्रयोः यद्यपि अधिकारः अस्ति परन्तु अत्र किं लिखितं किन्तु ज्योत्यादिगणे अनेका च धातवः एकः अपि नास्ति देर् इस् नाट् अ सिङ्गल् धातु इन् द ज्योत्यादिगणे विच् इस् एक् अनेका च अतः अजादेर्द्वितीयस्य इति तत्र अपेक्षा एव नास्ति यद्यपि एतत् अधिकारसूत्रमस्ति परन्तु अत्र आवश्यकता नास्ति किमर्थं चेत् अत्र कोऽपि अनेका च अजादिधातुः एव नास्ति ज्योत्यादिगणे सर्वे एका च धातवः एव अतः अत्र सर्वेषां धातूनां जुहोत्यादिगणे ये धातवः सन्ति तेषाम् एकाचो द्वे प्रथमस्य इत्यनेन एव तत्र द्वित्वं यथा तत्र दा अस्ति सो दायोग शप् योगति दायोग शप् जुहोत्यादिभ्यः शप् श्लु इति भवति अनन्तरं तत्र श्लौ इत्यनेन दादा भवति अनन्तरं ददा अभ्यासभागे यदि कोऽपि दीर्घस्वरः अस्ति चेत् तत्र ह्रस्वम् इति सूत्रमस्ति अभ्यासभागे एव कार्यमस्ति यथा तत्र हलादिशेषः इत्यनेन अभ्यासभागे एव कार्यम् अभ्यासे इति तत्र विषयः आयाति सो अभ्यासे अभ्यासे अभ्यासे एकस्मिन् एव तत्र प्रकरणे सर्वाणि सूत्राणि दत्तानि अभ्यासे किं किं करणीयं यथा तत्र अभ्यासे हलादिशेषः इत्यनेन आदिं हल् वर्णः एव शिच्यते अन्येषां हल् वर्णानां तत्र लोपः भवति तथैव ह्रस्वम् इति एकं सूत्रम् अस्ति सो अभ्यासभागे यदि कोऽपि दीर्घस्वरः अस्ति तस्य ह्रस्व आदेशः भवति अतः तत्र ददा इति भवति ददा इति भवति दीर्घ आकारस्य ह्रस्व अकारः आदेशः भवति सो ददा इति द्वित्वं भवति अनन्तरं ति इति भागः ददाति इति तृतीयविधिसूत्रम् अस्मिन् प्रकरणे प्रथमस्ति लिटि द्वितीयमस्ति संयङ्गोः इदानीं तृतीयनिमित्तमस्ति श्लौ यत्र प्रत्ययस्य श्लु इत्यनेन लोपः भवति तत्रापि श्लौ इति सूत्रेण धातोः द्वित्वं भवति प्रायशः जुहोत्यादिगणे एव शप् श्लु भवति प्रत्ययस्य श्लु कारणेन लोपः भवति अतः जुहोत्यादिगणे यः द्वित्वकार्यमस्ति अनेन विधिसूत्रेण एव अस्ति श्लौ इति सूत्रेण दशमसूत्रेण एव तत्र द्वित्वं भवति अवगतं वा भगिनि सो जुहोत्यादिगणे एतावता पर्यन्तं वयं जानीमः तत्र धातुद्वित्वं भवति अनेन सूत्रेण एव द्वित्वं भवति इति विधिसूत्रम् अस्ति श्लौ इति सूत्रम् अस्तु अस्तु भगिनि सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति वा एतावता अवगतं सो इन् जुहोत्यादिगणः अजातेर् द्वितीयस्य इति सूत्रस्य प्रसङ्गः एव नास्ति वा सत्यं तदेव लिखितम् अत्र एतत् वाक्यं किन्तु जुहोत्यादिगणे अनेकाच धातवः एकः अपि नास्ति सो किमर्थम् एतस्य विषये यद्यपि एतत् अधिकारसूत्रम् अस्ति तस्य अत्र अनुवृत्तिः भवेत् परन्तु तस्य उपयोगः कुत्रापि नास्ति किमर्थं चेत् अत्र तस्मिन् गणे तु एकमेव धातु नास्ति तादृशधातु यः अनेकाच् मेबि अजादि अस्ति परन्तु अनेकाच् अपि भवेत् तदा एव अजादेर्द्वितीयस्य इत्यनेन कार्यं भवितुं शक्नोति परन्तु तत्र तु अनेकाच धातवः एकमेव नास्ति अतः द्वितीयसूत्रस्य तत्र प्रयोगः न भवति तदेव तत्र स्पष्टीकरणार्थम् एव एतत् लिखितम् धन्यवादः अग्रे चङ्गी एतत् अन्यत् सूत्रमस्ति विधिसूत्रं कः पठति मञ्जुरी भगिनी पठति वा 11th सूत्रं पठतु षष्ठे अध्याये प्रथमपादे एकादश षड्भि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य किं वदति सूत्रं चङ्गी इति कीदृशपदं हा चङ्गी इति सप्तमी एकवचनमस्ति धातोः अनभ्यासस्य षष्ठी एकवचनमस्ति तत्र चङ्गी धातोः चङ्गी इति सप्तमी अन्तम् इत्युक्ते वाट् वी शुड् एड् फार् मेकिङ्ग् इट् अ वाक्य चङ्गी परे सप्तमी अस्ति चेत् चङ्गी परे वेन् चङ्गी इस् आफ्टर् अ धातु चङ्गी परे अनभ्यासस्य धातोः किम् किं भवति चङ्गि परे द्वित्वं भवति द्वे भवति अत्रापि षि अत्रापि सर्वत्र सर्वेषु विधिसूत्रेषु अनभ्यासस्य अनभ्यासस्य अनभ्यासस्य अनभ्यासस्य धातोः तस्य तत्र किं वयम् अवगन्तुं शक्यते किं वक्तुम् इच्छति अत्र महर्षि किम् इच्छति किमर्थम् अनभ्यासस्य पुनः पुनः तत्र प्रत्येकस्मिन् विधिसूत्रे वदति कीदृशधातोः अनभ्यासस्य धातोः एव द्वे अनभ्यासस्य धातोः एव श्लौ परे द्वे अनभ्यासस्य धातोः एव सन् अपि च यङ् परे द्वे अनभ्यासस्य धातोः एव लिट् परे लिटि परे द्वे किम् इच्छति अत्र अत्र तस्य आशः कः अस्ति महर्षि किम् इच्छति अत्र पूर्वे पूर्वे सूत्रमस्ति पूर्वोऽभ्यासः पूर्वः अभ्यासः द्वयोः तत्तु सत्यं पूर्वमेव द्वित्वं न भवति अनभ्यासः इत्युक्ते यदि धातोः सन् प्रत्ययस्य कारणेन अपि द्वित्वं लिट् कारणेन अपि द्वित्वं सो यदि एकवारं द्वित्वम् अभवत् पुनः पुनः द्वित्वं न करणीयम् इति तस्य आशयः केनचित् कारणेन यदि पूर्वे एव धातोः द्वित्वम् अभवत् अनन्तरं वयं चङ् योजयामः वा लिट् योजयामः तत्र एकवारं तत्र द्वित्वम् अभवत् केनचित् कारणेन पुनः द्वित्वं द्वित्वस्य प्रसक्तिः अस्ति चेत् न करणीयम् इति वदति इति अनभ्यासस्य इत्यनेन इत्युक्ते एकवारम् एव धातुः द्वित्वं करणीयम् एकवारं द्वित्वम् अभवत् चेत् तस्य अभ्यस्तसंज्ञा अस्ति इदानीं द्वयोः मिलित्वा तत्र अभ्यस्तसंज्ञा भवति सो तादृशधातुः यदि पुनः तत्र द्वित्वस्य प्रसङ्गः आयाति न करणीयम् अतः सर्वेषु विधिसूत्रेषु महर्षिः तत्र किम् इच्छति अनभ्यासस्य धातोः अनभ्यासस्य धातोः एव सनिपरे यङि परे द्वित्वम् अनभ्यासस्य धातोः एव श्लौ परे द्वित्वम् अनभ्यासस्य धातोः एव चङ्गि परे द्वित्वम् सो यदि पूर्वे केनचित् कारणेन द्वित्वम् अभवत् पुनः द्वित्वस्य प्रसङ्गः अस्ति चेत् न करणीयम् तत्तु अनभ्यासधातु नास्ति तत् अभ्यस्तधातु अस्ति इदानीम् सो अभ्यस्तधातोः द्वित्वं न भवति केवलम् अनभ्यस्तधातुः एव द्वित्वं भवति कुत्रचित् लिटि परे कुत्रचित् सनि परे यङि परे श्लौ कारणेन द्वित्वं भवति अपि च चङ्गि परे अपि द्वित्वं भवति इति तस्य आशयः अतः अनभ्यासस्य धातोः एव द्वे चङ्गि परे एकवारं पश्यामि चङ्गि लुङ् लकारे चङ् इति आदेशः भवति कुत्रचित् लुङ् लकारे चङ् इति आदेशः भवति एकवारम् अत्र पश्यामः अत्र व्याख्या दत्तमस्ति वा किम् अभवत् चङ्गि चङ् प्रत्ययपरे यस्य धातोः द्वित्वं न कृतम् अस्ति तस्य द्वित्वं भवति तदेव अस्ति एतत् अत्र एव अर्थं दत्तं यः अनभ्यासस्य इति यः तदेव अर्थम् अत्र पठतु भगिनि प्रथमवाक्यं पठतु चङ्गीधातोः अनभ्यासस्य एकाचोद्येतार्थमस्य अजादेः अत्र अष्टाध्यायी डाट् काम् श्रूयते दृश्यते वा स्क्रीन् अत्र बोल्ड् मध्ये लिखितमस्ति न वाक्यं चङ् प्रत्ययपदे यस्य धातोः द्वित्वं न कृतम् अस्ति तस्य ध्वनि ऊचा कर दीजिए प्लीज किञ्चित् उच्चैः वदतु भगिनि चङ् प्रत्ययपरे यस्य धातोः द्वित्वं न कृतम् अस्ति तस्य द्वित्वं भवति इत्युक्ते चङ् इति निमित्तम् अस्ति चङ् प्रत्यये परे सो यदा तत्र धातोः कीदृशधातोः यस्य धातोः द्वित्वं न कृतम् अस्ति पूर्वे द्वित्वं न कृतम् अस्ति किमर्थं चेत् अत्र लिखितम् अनभ्यासस्य धातोः तदेव अर्थमस्ति यस्य धातोः द्वित्वं पूर्वे न कृतम् अस्ति तस्तादृशधातुः एव चङ्गिपरे द्वित्वं भवति। यदि केनचित् कारणेन पूर्वे एव द्वित्वम् अभवत् पुनः द्वित्वं न करणीयं, यद्यपि वयं चङ् योजयामः तथापि द्वित्वं न करणीयं। सो एकवारं द्वितीयं द्वित्वम् अभवत् चेत् पुनः पुनः द्वित्वं न करणीयम् इति महर्षि इच्छति इति तस्य आशयः। अत्रापि पठतु, चङ् कदा आयाति? चङ् इति कश्चन प्रत्ययः लुङ्लकारस्य विषये श्लीलुङ्गि हा 3.1.43 इत्यनेन श्ली विकरणे कृते अस्य विकरणस्य निश्री दुसृभ्यः कर्तरि चङ् इत्यनेन न्यतन् धातूनां विषये तथा च श्री दृसृ इत्येतेषां विषये चङ् आदेशः भवति। अस्मिन् आदेशे परे अङ्गस्य द्वित्वं कृतं नास्ति चेत् अनेन सूत्रेण द्वित्वं विधीयते। यथा क्रूधातुः निच् प्रत्यये परे कारी इति आतिदेशिकधातुः सिध्यति। अस्य धातोः लुङ्लकारस्य प्रथमपुरुष एकवचनस्य प्रक्रिया इयं जायते। इत्युक्ते भगिनी अत्र यथा तत्र लुङ् चिलिलुङ्गि इत्यनेन तत्र लुङ्लकारस्य विवक्षायां वयं जानीमः, यथा तत्र लृट् लकारस्य विवक्षायां तत्र स्य इति विकरणप्रत्ययः मध्ये आयाति। स्यतासि लृ लुटो इति सूत्रेण लृट् लकारस्य विवक्षायां धातोः अपि च तिबादयस्य मध्ये स्य आयाति। तथैव लुङ्लकारस्य विवक्षायां धातोः तिबादयस्य मध्ये चिलि इति प्रत्ययः विकरणप्रत्ययः आयाति। कुत्रचित् केनचित् विशिष्ट परिस्थितियां यः चिलि अस्ति तस्य चङ् आदेशः भवति। सो यदा चिलि स्थाने चङ् आदेशः भवति तदा एव धातुद्वित्वं भवति। सो लुङ्गि विवक्षायां धातुद्वित्वं न अस्ति, कुत्रचित् लुङ्गि स्थाने चिलि आदेशः तु सर्वत्र भवति। चिलि लुङ्गि इति सूत्रं सामान्यसूत्रम्, इत्युक्ते लुङ्लकारस्य विवक्षायां धातोः अनन्तरं चिलि प्रत्ययः विकरणप्रत्ययः आयाति एव। यथा तत्र शप् भुवादिगणे शप् आयाति एव विकरणप्रत्ययः, तथैव लकारनिमित्तिक लुङ्गि विवक्षायां चिलि प्रत्ययः आयाति, परन्तु भिन्नभिन्नकारणेन चिलि इति तत्र न तिष्ठति। यथा तत्र अत्र लिखितमस्ति ये ण्यन्तधातवः सन्ति अपि च श्री द्रु सृ एते धातवः सन्ति चेत् तत्र चिलि स्थाने चङ् आदेशः भवति। सो यदा तत्र चङ् आदेशः भवति तदा एव द्वित्वस्य प्रसङ्गः। तावत् यावत्पर्यन्तं चङ् आदेशः न भवति तावत्पर्यन्तं चङ्गी इति सूत्रस्य प्रसक्तिः नास्ति। किमर्थं चेत् चङ्गि परे एव धातुः द्वित्वं, सो एतेषां विषये एव चङ् आदेशः भवति। सो यदा तत्र चङ् आदेशः भवति तदा एव तत्र चङ्गि इति प्रत्ययस्य कारणेन चङ् प्रत्ययस्य कारणेन यः यदि सः अनभ्यासधातुः अस्ति तस्य द्वित्वं भवति अनेन सूत्रेण, चङ्गिसूत्रेण। सो इति तत्र सूत्रस्य अर्थः। वदतु भगिनि, चिलि चङ्गि इत्युक्ते एकैक प्रत्ययं वदतु भगिनि, अवगन्तुं न शक्यते, अत्र अब्स्ट्राक्ट् इट् विल् गो अबौ द हेड्, ऐ काण्ट् अण्डर्स्टाण्ड्। चिलि लुङ्गि इति एकं सूत्रम् अस्ति, यथा इत्युक्ते सन् इत्युक्ते सन्नन्तः जानीमः, लिटि इत्युक्ते लिटि लिटि रूपं लिट्लकारे भवति, लङ्गि इत्युक्ते लङ्लकारे भवति, तद् अवगन्तुं शक्यते। चङ्गि इत्युक्ते लङ्ग् लुङ्ग् लुङ्ग् लुङ्ग् इत्युक्ते आम्। सो यदा तत्र धातुयोग लुङ्ग् कुर्मः तत्र एतत् सूत्रस्य प्रसक्तिः सर्वत्र अस्ति। चिलि चिलि चिलि इत्युक्ते विच् प्रत्यय, यङ्ग् इत्युक्ते विच् प्रत्यय, एक्साम्पल् चिलि इत्युक्ते विकरणप्रत्ययः अस्ति, लकारनिमित्तिक विकरणप्रत्ययः, यथा स्य इति प्रत्ययः, स्य प्रत्ययः कीदृशप्रत्ययः अस्ति? उदाहरणं ददातु भगिनि, कुत्र आयाति इति? चिलि प्रत्ययं दर्शयतु किञ्चित्. अत्र अत्र दृश्यतु, अत्र लिखितं क्रु इति धातुः अस्ति. क्रु धातुः प्रथमे निच् निच् योजयामः, प्रथमे निच् योजयामः. सो निच् प्रत्ययस्य कारणेन क्रू धातुः किं भवति वदतु? निच् इति प्रत्ययः कीदृशप्रत्ययः? किच् नित् परे कः इकार आगच्छति, नित् इत्सङ्गानन्तरम् इकार एव अवशिष्यते, क्रू अधिक आर् आगच्छति. अपि च निच् प्रत्ययः कीदृशप्रत्ययः अस्ति? प्रत्ययः आर्धधातुक, आर्धधातुक् कीदृशप्रत्ययः? अत्र कस्य वर्णस्य इत्संज्ञा? नित् नित् नित् प्रत्ययः, आर्धधातुक् नित् प्रत्ययः. सो आर्धधातुक् विशिष्ट आर्धधातुक् प्रत्ययः अस्ति. किमर्थं विशिष्टं भगिनि? अत्र ण्यकारस्य संज्ञा अस्ति, ण्यकारस्य संज्ञा, न न गुणनिषेधः नास्ति अत्र, कित् नित् नास्ति. नित् इत्युक्ते कण्ठनकारस्य इत्, अत्र तु कण्ठनकारस्य इत् नास्ति, अत्र मूर्धन्यनकारस्य इत्. सो मूर्धन्यनकारस्य यस्मिन् प्रत्यय इत् अस्ति तत्र किं करणीयं? तत्र गुणं बाधित्वा वृद्धिकार्यं भवति अचोनिनिति इति सूत्रेण. सो अत्र अचोनिनिति इति सूत्रेण क्रु इति धातुः कीदृशधातुः अस्ति? इगन्तधातुः अस्ति, इक् वर्णः. सो किं भवति अचोनिनिति इति सूत्रेण? किं भवति ऋकारस्य किं भवति वृद्धिः? अनन्तरम् उरण्परः इति सूत्रस्य आधारेण आर् भवति. सो इति आ एव वृद्धिसंज्ञा आ एव खलु ऋकारः. अपि च तत्र उरनरपरः इत्यनेन रेफः अपि आयाति. सो इदानीं किम् अस्ति? कारी इति अस्ति. कारी इत्यस्य कृते धातुसंज्ञा केन सूत्रेण? कारी इति शब्दसमूहस्य धातुसंज्ञा केन सूत्रेण? नीच् इति कीदृशप्रत्ययः? न श्रूयते भगिनि. आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक अस्ति, अपि च सनादिप्रत्ययः अस्ति. द्वादशसनादिप्रत्ययेषु अन्यतमः अस्ति निच् प्रत्ययः. द्वादशप्रत्ययेषु निच् अन्यतमः, वन् आफ् द ट्वेल्व् प्रत्ययस् इस् निच्. तथैव वन् आफ् द ट्वेल्व् प्रत्यय इस् सन्, वन् आफ् द ट्वेल्व् इस् यङ्ग्. सो दीस् थ्री आर् सनादिप्रत्ययाः. सो सनादिप्रत्ययस्य अत्र सनन्त शब्दसमूहः अस्ति. सन् प्रत्ययः अन्ते अस्ति. सो एतस्य कारी इत्यस्य कृते इदानीं पुनः धातुसंज्ञा केन सूत्रेण? सनाद्यन्तः दातवः इति, तत्र अनेन सूत्रेण सनाद्यन्तः दातवः इति सूत्रं वदति. यस्य शब्दसमूहस्य अन्ते सनादिप्रत्ययः, सन् आदि ये द्वादशप्रत्ययाः सन्ति, कस्यचित् शब्दसमूहस्य अन्ते तादृशप्रत्ययः विधीयते चेत् तस्य धातुसंज्ञा इति सूत्रं वदति, संज्ञासूत्रं. सो सनाद्यन्तः दातवः इति सूत्रेण कारी इति पुनः धातुसंज्ञा प्राप्नोति. इदानीं कारी इति धातुः अस्ति. एकनिमिषः. सो इदानीं कारी यः अस्ति आतिदेशिकधातुः अस्ति, औपदेशिकधातुः न अस्ति. कारी इति आतिदेशिकधातुः अस्ति. कारी इति निजन्त आतिदेशिकधातुः अस्ति चेत् अस्माकं विवक्षा लुङ्लकारस्य अस्ति. स्क्रीन् दृश्यते वा भगिनि? दृश्यते भगिनि. आं महोदय. सो कार्ययोग लुङ् इदानीं लुङ्लकारस्य विवक्षायाम् इत्युक्ते चङ् इति प्रत्ययः तु लुङ् विषये एव आयाति, कुत्रापि न आगन्तुं शक्यते. सो इदानीम् अत्र लुङ्लकारस्य विवक्षायां लुङ् इति आर्धधातुक् प्रत्ययः, तत्र लकारनिमित्तिक् प्रत्ययः अस्ति. यथा लृट् लकारे स्य इति प्रत्ययः मध्ये आयाति, लृट् लकारस्य विवक्षायां लृङ् लकारस्य विवक्षायां स्य आयाति, अपि च लुट् लकारस्य विवक्षायां तास् प्रत्ययः मध्ये आयाति सर्वेषां धातोः अनन्तरं. सो चिलि लुङ्गि इति सूत्रेण लुङ् लकारस्य विवक्षायां धातोः अनन्तरं चिलि प्रत्ययः विधीयते इति सूत्रं वदति. सो तत् धातुः आतिदेशिकधातुः वा औपदेशिकधातुः वा किमपि, यस्य यस्य कस्यापि धातुसंज्ञा तस्य अनन्तरं लुङ्लकारस्य विवक्षायां चिलि विधीयते, अतः चिलि लुङ्गि इत्यनेन चिलि आयाति. सो इदानीं तत्र अत्र लिखितम् इति विकरणप्रत्ययः चिलि. सो विकरणप्रत्ययः इत्युक्ते धातुतिबादयस्य मध्ये यत् पतति तस्य नाम विकरणः. सो चिलि अपि विकरणप्रत्ययः. चिलि मध्ये किमपि संज्ञा न भवति. चिलि इति कुत्र भवति? कार्ये अधिक चिलि इत्युक्ते चिलि भवेत् खलु तत्र ई चिलि किमपि संज्ञा न. अत्र अत्र इत्संज्ञा करणीयमेव न. किमर्थं चेत् अत्र सर्वत्र चिलि कुत्रापि न तिष्ठति. चिलि स्थाने भिन्नभिन्नस्थलेषु भिन्नभिन्न आदेशः भवति. यथा तत्र झकारः अस्ति तिप् तस् झी इति झी प्रत्ययः, तत्र यद्यपि चुटु इत्यनेन झकारस्य इति भवेत् परन्तु वयं न कुर्मः. किमर्थं चेत् तत्र झोन्तः जस्य रन् झकारस्य अत् इति आदेशः. सो झकारस्य अवयवस्य तत्र भिन्नभिन्न आदेशः भिन्नभिन्नस्थले भवति. तत्र कुत्रचित् अन्त आदेशः भवति, कुत्रचित् यस्य रन् इति आदेशः भवति. सो वयं तत्र जकारस्य इत्संज्ञा यद्यपि भवेत् परन्तु वयं न कुर्मः. तत्र कोऽपि प्रयोजनं नास्ति. प्रयोजनं विना इत्संज्ञा न करणीयं. तथैव अत्र यद्यपि चकारस्य चुटु इत्यनेन अत्र भवेत् इत्संज्ञा भवेत् परन्तु न भवति. किमर्थं न भवति? अत्र चिलि स्थाने भिन्नभिन्न आदेशाः भवन्ति. चिलि तु कुत्रापि न तिष्ठति. चिलि इति भागः कुत्रापि न श्रूयते. लुङ्गि चिलि स्थाने भिन्नभिन्न आदेशः भवति. सो इदानीम् अतः अत्र अस्माभिः इत्संज्ञा न करणीयं. कोऽपि प्रयोजनं न एव अस्ति. अतः यद्यपि चकारस्य इत् अत्र भवितुं शक्नोति परन्तु न भवति. किमर्थं चेत् भिन्नसूत्रं वदति चिलि स्थाने भिन्न आदेशः. सम्पूर्णप्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः तत्र भवन्ति. तथैव इदानीं तत्र कारि इति यः अस्ति इत्युक्ते अत्र ण्यन्तधातुः. कारि इति ण्यन्तधातुः. ण्यन्त् इत्युक्ते नि इत् यस्मिन्. अत्र णित् प्रत्ययस्य योजनेन कारि इति अभवत्. सो ण्यन्तधातूनां विषये तत्र चिलि इत्यस्य चङ् आदेशः भवति. न केवलं ण्यन्तधातूनाम् अपि च श्री द्रु स्रु एतेषां धातूनामपि तत्र चिलि स्थाने चङ् आदेशः भवति. सो चिलि अपगच्छति, तस्य स्थाने चङ् इति प्रत्ययः भिन्नप्रत्ययस्य आदेशः अस्ति. सो ण्यन्तधातु इत्युक्ते नि ण्यकारः इत् यस्मिन्. सो अत्र कारि इति णिच् प्रत्ययस्य योजनेन एतत् धातुः अभवत्. सो कार्ययोग चिलि अपगच्छति तस्य स्थाने चङ् अनेन सूत्रेण. सो यदा तत्र चङ् अस्ति इदानीं तत्र कारि इति यः अस्ति अन् अभ्यस्तधातुः अस्ति. अत्र तु द्वित्वं न अभवत्, अतः अत्र अस्माभिः द्वित्वं करणीयं. सो चङ् अत्र दृश्यतु, चङ् प्रत्यये केवलम् आकारः एव तिष्ठति. हलन्त्यम् इत्यनेन नकारस्य इत्, चुटु इत्यनेन चकारस्य इत्. सो अकारः एव अवशिष्यते, अतः अत्र अ एव दत्तम्. अनन्तरं लः स्थाने इति एकवचनस्य विवक्षायाम् अग्रे किमपि तिप् अत्र अस्ति. अत्र तु ल एव दत्तम् इत्युक्ते तत्र लस्य इत्यनेन अस्माकं विवक्षा अनुसारेण तत्र तिप् नो चेत् तस् नो चेत् झि आयाति. ल इति लङ् लकार लुङ् लकारस्य ल अस्ति. सो अन्ततो गत्वा तत्र कारी कारी इति इदानीं किम् अस्ति, अनेकाच् धातुः अस्ति. कारी इति अनेकाच् अस्ति, परन्तु हलादि अस्ति, अजादि नास्ति. सो केन सूत्रेण अत्र द्वित्वं? कारी. सो चङ्गी सूत्रेण अत्र द्वित्वं. सो चङ्गी इत्यनेन अत्र कारी यः धातुः अस्ति, अनभ्यस्तधातुः अस्ति, तस्य केन सूत्रेण? एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं भवति. प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं यत् भागं तद् भवति प्रथम एकाच अवयवः. सो कार कारी इति तत्र द्वित्वम् अनन्तरं. सो केन सूत्रेण अत्र द्वित्वं भगिनि? पूर्णिमा भगिनि, चङ्गी चङ्गी इत्यनेन. किमर्थं चेत् चङ्गी परे, अत्र चङ्गी परे अस्ति धातोः, अनभ्यस्तधातोः परे चङ् प्रत्ययः. सो चङ्गी इति सूत्रेण अत्र धातोः द्वित्वं. किं महोदय, कोऽपि प्रश्नः अस्ति वा? केवि महोदय, कारी तु एकाचन अस्ति, अतः एकाचे द्वे प्रथमस्य कथं कार्यं करोति अत्र? किं सूत्रम् अत्र भवेत्? न, कारी एकाच धातु नास्ति, धातु नास्ति तत्र तु एकाच धातु नास्ति. जाग्रापि एकाच धातु नास्ति. एकाच द्वे प्रथमस्य इति सूत्रे यः एकाच अस्ति सः एकाच धातु न वदति, सः वदति प्रथमस्य एकाच. अस्तु अस्तु, मम ब्रह्म अस्ति. सो यद्यपि अनेकाच् अस्ति परन्तु अजादि नास्ति न, हलादि अस्ति. अतः प्रथमसूत्रेण एव कार्यं, तत्र सूत्रद्वयमेव तत्र. अस्तु अस्तु, मम जातः. सो प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीयस्वर विहाय यत् भागम् अस्ति तदस्ति प्रथम एकाच् अवयवः. सो कार इति प्रथम एकाच् अवयवः. कार कारी इति भवति. कार कारी भवति चेत् हलादिशेषः इत्यनेन रेफः अपगच्छति, आदिम हलवर्णः एव तिष्ठति. सो का इदानीं ह्रस्वः इति सूत्रेण अभ्यासभागे यः दीर्घस्वरः तस्य ह्रस्व आदेशः. सो कारी इति भवति, दीर्घ आकारस्य ह्रस्व आकारः. सो ह्रस्वम् इति सूत्रेण अभ्यासभागे एव कार्यं, हलादिशेषः अपि अभ्यासे एव कार्यं करोति. सो इदानीं सन्यन्तः मया उक्तं न, तत्र सनि अतः इति सूत्रमस्ति. सनि अतः इत्युक्ते यदा तत्र सन् प्रत्ययस्य सनि अतः इति अभ्यासस्य इकारः, सनि अतः इति अनेन अत्र तु सनि नास्ति. सनि अतः सनि परतः अकारान्त अभ्यासस्य इकारादेशः भवति. एतत् सूत्रं तु सनि परे एव अस्ति कार्यम्. अत्र किमर्थम् एतत् सूत्रं दत्तम्? सो अत्र केनचित् भिन्नसूत्रेण तत्र की अकारस्य इ आदेशः भवति. एतत् सूत्रं तु अत्र नास्ति, किमपि अत्र ब्रह्मः अस्ति. किमर्थं चेत् सनि अत् इति सूत्रं सनि परे एव कार्यं करोति. यदा तत्र सन् प्रत्ययस्य कारणेन, सन् प्रत्ययस्य कारणेन अपि धातुद्वित्वं भवति. सो यदा तत्र सन् कारणेन धातुद्वित्वं भवति तदा अभ्यासभागस्य ह्रस्व अकारस्य इकारादेशः भवति. सो मे बि अत्र भिन्नसूत्रम् अपेक्षितम्, एकवारं तत्र पश्यामि. सो इति तत्र चङ्गविषये कथं द्वित्वं भवति. अनन्तरं तत्र भिन्नभिन्नकार्याणि तत्र सन्ति. कोहश्चू अभ्यास कोहचू इति सूत्रमपि अभ्यासे भवति. ककारः कुवर्गस्य चु आदेशः भवति, अतः चि इति दीर्घो लघोः इति अभ्यासस्य लघुवर्णः. सो इति अस्माकं विषयः कः अस्ति, चङ्गिपरे अपि धातु द्वित्वं भवति, अनभ्यासस्य धातोः द्वित्वं भवति इति अस्माकं विषयः. सो यदा तत्र अनभ्यासधातोः परे चङ् प्रत्ययः केनचित् कारणेन चङ् आयाति, चिलिस्थाने चङ् आयाति, तदा तत्र धातोः चङ् कारणेन अपि द्वित्वं भवति. द्वित्वं भूत्वा तत्र भिन्नभिन्नकार्याणि तत्र सन्ति, तत्तु अस्माकं विषयः नास्ति. अस्माकं विषयः अस्ति चङि परे धातु द्वित्वम्. सो चङ् कुत्र आयाति, लुङ् लुङ् स्था लुङ् लकारस्य विवक्षायां चिलिस्थाने विशिष्टस्थलेषु एव चङ् आयाति, सर्वत्र चङ् न आयाति. यथा तत्र ण्यन्त धातु अस्ति तत्र चङ् आयाति, अपि च केचन विशिष्टधातवः तत्र सृ श्री इति धातवः सन्ति, तेषां विषये अपि चिलिस्थाने चङ् आदेशः भवति. यदा तत्र चङ् आदेशः भवति तदा एव धातु द्वित्वं भवति, यदि सः अनभ्यासधातु अस्ति इति सूत्रस्य अर्थः. सो चङ्गिपरे अपि अस्मिन् प्रकरणे लिखितं चङ्गिपरे अपि धातुः द्वित्वं भवति. सो चङ् लुङ् लकारस्य विषये आयाति, चङ् अपि प्रत्ययः, सन् अपि प्रत्ययः, यङ् अपि प्रत्ययः इति 1, 2, 3, 4 इत्युक्ते पञ्चप्रत्यय आधारि लिट् लिट् प्रत्ययस्य कारणेन धातु द्वित्वं, सङ् सन् प्रत्ययस्य कारणेन धातु द्वित्वं, यङ् प्रत्ययस्य कारणेन धातु द्वित्वम्. अपि च यत्र शप् प्रत्ययस्य यत्र प्रत्ययस्य श्लू भवति, श्लू इत्यनेन लोपं भवति, लोपकार्यं भवति, तत्रापि धातु द्वित्वं भवति श्लौ इति सूत्रेण. अपि च यत्र यत्र लुङ् लकारस्य विवक्षायां चिल्लिस्थाने चङ्गादेशः भवति तत्रापि धातुः द्वित्वं भवति. सो एतानि सूत्राणि विधि द्वित्वविधायकसूत्राणि, एतेषु सूत्रेषु तत्र धातुः द्वित्वम् इति तत्र तस्य उल्लेखः अस्ति. अवगतं वा सर्वैः? इदानीं तत्र अस्मिन् प्रकरणे द्वादशसूत्रम् इत्युक्ते द्वित्वप्रकरणे फस्ट् सूत्र आरभ्य द्वादशसूत्र पर्यन्तम् एतत् द्वित्वप्रकरणम् अस्ति. सो द्वित्वप्रकरणे किं किं कथं द्वित्वं भवति, किं विधिसूत्रं किम् अस्ति, कदा द्वित्वं भवति इति तत्र सर्वं लिखितम्. इदानीं तत्र एकं निषेधकसूत्रमपि अस्ति, द्वादशसूत्रं, तदपि पठामः. कः पठति, कः अथवा का पठति? उषा भगिनी पठति वा, भगिनी पठितुमिच्छति वा भगिनी? नो चेत् चेतना भगिनी भवती एव पठतु. दाश्वान् साह्वान् मीड् वाश् वांश्च द्वित्वनिषेधकसूत्रम्. छन्दसि क्वसुश्च इत्यनेन लितः स्थाने विकल्पेन स्वसु इति प्रत्ययः भवति. क्व अस्ति, क अपि च वकारः. क्वसु इति प्रत्ययः भवति. तत्र त्रिषु धातुषु द्वित्वं निषिद्धम्. दाश्र योग क्वसु दाश्वान् सह योग क्वसु साह्वान् मिष्ट योग क्वसु मीढ्वान् च इति एतेषां द्वित्वं न भवति. एतदस्ति द्वित्वनिषेधकसूत्रम्. अपि च एतस्य कार्यमपि छन्दसि एव अस्ति. छन्दसि इत्युक्ते वेदे एव अस्ति. सो अत्र साक्षात् धातुरूपमेव दत्तं. दाश्वान् इति क्वसु प्रत्ययस्य योजनेन दाश्वान् इति तत्र रूपं भवति. तथैव साह्वान् क्वसु योजनेन सहवान् इति भवन्ति, अपि च मीड्वांश्च, मीड्वान् इति यः भवति मिष्ठ धातु अस्ति, क्वसु योजनेन तत्र मीड्वान् भवति. सो अत्र रूपमेव दत्तं, न तु धातु दत्तं. सो अत्र धातुरूपं दत्तम्. एतेषां त्रयाणां धातूनां तत्र किं द्वित्वं निषिध्यते छन्दसि एव, किमर्थं चेत् मे बि वेदे तादृशपदं तत्र अस्ति. सो अत्र वयं जानीमः इत्युक्ते लिट् स्थाने विकल्पेन कसु इति प्रत्ययः भवति, कुत्र छन्दसि. सो यदा तत्र लिट् लकारस्य विवक्षा अस्ति तत्र छन्दसि लिट् लिट् स्थाने क्वसु इति आदेशः भवति. सो वयं जानीमः लिट् विवक्षायां किं धातोः द्वित्वं करणीयं, लिटि धातोरनभ्यासस्य इत्यनेन लिटि परे धातोः द्वित्वं करणीयम्. एतत् पूर्वसूत्रं वदति, 618 सूत्रं वदति. सो लिटि विवक्षायां धातोः द्वित्वं भवति, परन्तु एतेषां त्रयाणां धातूनां द्वित्वं निषिध्यते, न करणीयं द्वित्वम् इति सूत्रं वदति. सो एतत् निषेधकसूत्रम् अस्ति. सो सर्वेषां वेदे यानि पदानि सन्ति, लोके यानि पदानि सन्ति, द्वित्वविषये यत् किमपि अपेक्षितं तत् सर्वम् अस्मिन् प्रकरणे एव दत्तं. तत् वेदविषयः अस्ति वा लोकविषयः अस्ति वा, तत् सर्वम् अस्मिन् प्रकरणे एव दत्तं महर्षिणा. सो प्रकरणस्य उदाहरणम् अस्ति. अस्माकं विषयः कः? अष्टाध्यायीग्रन्थः, प्रकरणग्रन्थः. प्रकरणग्रन्थस्य किमर्थम् अध्ययनं करणीयं, किमर्थम् अध्ययनम् आवश्यकम् इति तत्र अस्माकं विषयः. सो प्रकरणग्रन्थस्य प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् एकं तु अस्ति तत्र सूत्राणां यः क्रमः अस्ति तत्र भग्नः न जायते. कथं तत्र पूर्वसूत्रात् अनुवृत्तिः स्वीकरणीयं, तत् सरलं भवति. अनुवृत्तिः सरलं भवति चेत् वयं तत्र सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. परन्तु यदि तत्र प्रक्रिया आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् वयं तत्र अनुवृत्तिः केन सूत्रेण, पूर्वसूत्रं किम् अस्ति, कथम् अत्र अनुवृत्तिः स्वीकरणीयम् इति तत्र तु प्रक्रिया आधारेण वयं न तत् अध्ययनं न तत् क्लिष्टं भवति. तादृश अध्ययनं सूत्राणाम् अध्ययनं तत्र क्लिष्टं भवति. परन्तु प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् तत् सरलं भवति. वयं तु अत्र अनुवृत्तिः कथं स्वीकरणीयम् इति वयं सरलतया अवगन्तुं शक्यते इति अस्माकं विषयः. सो एतेषां त्रयाणां धातूनां तत्र द्वित्वं निषिध्यते अनेन सूत्रेण. सो एतत् सूत्रम् अस्ति निषेधकसूत्रं, द्वित्वनिषेधकसूत्रं. प्रथमे तत्र महर्षि तदेव सर्वेषु प्रकरणेषु एतदेव रीतिः अस्ति. प्रथमे महर्षि सामान्यनियम करोति, अनन्तरम् एव विशिष्टनियम अपि च निषेधकसूत्राणाम् उल्लेखः सः करोति प्रकरणे. अत्र एव अत्रापि प्रथमे सः वदति कदा कदा धातु द्वित्वम्, अपि च कथं धातु द्वित्वं करणीयं, तत्र कोऽपि विशिष्टसंज्ञा अपेक्षितं चेत् संज्ञा अपि दत्तम्. इत्युक्ते अष्टाध्यायी प्रथम अध्याये किम् अस्ति तत्र प्रायशः संज्ञासूत्राणि परिभाषासूत्राणि. प्रथम अध्याये ग्रन्थस्य प्रथम अध्याये किम् अस्ति? सर्वे सामान्यसंज्ञासूत्राणि अपि च परिभाषासूत्राणि. परन्तु मध्ये अपि कुत्रचित् विशिष्टसंज्ञा यत्र अपेक्षितम् अस्ति तत्रापि संज्ञासूत्राणि दत्तानि, यथा अत्र पूर्वाभ्यासः उभे अभ्यस्तम्. सो अत्र किमर्थं प्रथमाध्याये एतत् अभ्याससंज्ञा न दत्तम्, अभ्यस्तसंज्ञा न दत्तम्? तत्र अत्र तु वयं पूर्वसूत्रात् तत्र अनुवृत्तिः स्वीकुर्मः चेत् अत्र सरलं भवति. बट् इफ् हि वुड् हेव् गिवन् दिस् सूत्र इन् द फस्ट् अध्यायः, हि शुड् हेव् बिन् गिवन् दिस् द्वयोः इति अपि तत्र एतत् पदमपि तत्र तेन तत्र स्थापनीयम्। अत्र तु आवश्यकता एव नास्ति, पूर्वसूत्राद्वयोः इति वयं स्वीकर्तुं शक्यते। अतः तथैव सार्वधातुक इति संज्ञा तु प्रथमाध्याये नास्ति, सार्वधातुक इति संज्ञा तृतीयाध्याये दत्तम्, आर्धधातुक इति संज्ञा तृतीयाध्याये दत्तम्। सो यत्र यत्र विशिष्टसंज्ञा अपेक्षितं तत्र एव दत्तं, तस्मिन् प्रकरणे एव दत्तं। परन्तु ये अन्यानि सर्वाणि सामान्यसंज्ञासूत्राणि ते तु प्रथमाध्याये एव महर्षिणा स्थापितं, तथैव परिभाषासूत्राणि तत्र एव दत्तं, प्रथमाध्याये एव दत्तं, विशिष्टप्रकरणे विशिष्टसंज्ञा एव दत्तं, यथा अत्र अभ्याससंज्ञा अभ्यस्तसंज्ञा इति। तत्र प्रकरण आधारेण सूत्राणाम् अध्ययनस्य तत्र आवश्यकता अपि च तत्र तस्य उपयोगिता अस्ति इति अस्माकं विषयः। सो एतत् निषेधकसूत्रमस्ति, अपि च एतस्य सूत्रस्य तत्र प्रयोजनं केवलं छन्दसि एव अस्ति। किमर्थं चेत् छन्दसि एव लिट् स्थाने तत्र कस्सु आदेशः भवति, लोके तु तादृशपदं वयं न द्रष्टुं शक्यते। अतः लोके कसु इति प्रत्यय लिटः स्थाने कसु आदेशः न भवति, केवलं छन्दसि एव भवति। सो यत्र कसु इति आदेशः भवति तत्र एव एतादृशपदानां निर्माणं, दाश्वान्, सहवान्, मीढवान् इति तत्र भवितुं शक्नोति। अपि च तत्र लिटः आसीत्, पूर्वे लिट् आसीत्, तथापि तत्र द्वित्वं न श्रूयते, मिष्ठधातुः कोऽपि द्वित्वम् अत्र न श्रूयते। अतः किमर्थं न श्रूयते? महर्षिणा निषेधकसूत्रं दत्तम्, अत्र एतेषां धातूनां द्वित्वं निषिध्यते, निषेधकसूत्रम् अस्ति इति तत्र द्वित्वप्रकरणम्। अवगतं वा सर्वैः? महोदय एकः प्रश्नः अस्ति, अभ्याससंज्ञा पूर्वोभ्यासः इति सूत्रेण भवति खलु, पूर्वः अभ्यासः द्वयोः, परन्तु अनभ्यासस्य इति पदमस्ति खलु, आम् नैसमासः अस्ति, परन्तु अत्र अभ्यासस्य डस् नाट् रेफर् टु पूर्वः अभ्यासः द्वयोः खलु, न अत्र इट् रेफर्स् टु द्वित्वम्, इट् रेफर्स् टु यत्र अभ्यस्तसंज्ञा नास्ति, अभ्यस्ति इति द्वितीयसंज्ञा अस्ति, अभ्यास इति एकसंज्ञा, अभ्यस्त इति द्वितीयसंज्ञा, उभयोः द्वयोः तत्र अभ्यस्तसंज्ञा अस्ति। सो अत्र प्रायशः यः अनभ्यासस्य सः यस्य यत्र अभ्यस्तसंज्ञा नास्ति तादृश न अभ्यस्त इति अनभ्यासस्य। हा परन्तु अभ्यस्त न लिखितं महोदय, अभ्यास किमर्थम् अत्र तकारः किमर्थं नास्ति इत्युक्ते अभ्यस्त इति अपि अकारान् शब्दः, नपुंसकलिङ्ग् अकारान् शब्दः अभ्यस्त। सो अभ्यस्त इति षष्ठ्यन्तम् अभ्यस्तस्य इति भवेत्, परन्तु किमर्थम् अत्र अभ्यासस्य इति लिखितम्? एकवारं पश्यामि तत्र अष्टाध्यायी डाट् काम् मध्ये किमपि लिखितम् अस्ति, परन्तु अत्र किम् इष्टं किम् अस्ति? यस्य द्वे न अभवत् तादृश अनभ्यासस्य इत्युक्ते यस्य द्वित्वं न अभवत्, न तु अत्र अभ्यासविषये। अस्तु, तदेव अस्ति अर्थः, अर्थः तु तदेव, परन्तु किमर्थम् अत्र अभ्यस्त न लिखितं, केवलम् अभ्यास लिखितम्? तस्य विशेषः किमस्ति, तत्र तस्य किं विशिष्टम् अस्ति, तत् एकवारं पश्यामि भगिनि। धन्यवादः महोदय। अस्तु अस्तु, अत्र स्थगामः। जगदीश महोदय अस्ति वा? महोदय कृपया शान्तिमन्त्रं पठतु महोदय। ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।